गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र द्वितीय असमवायिकारणं तत्र द्वितीय असमवायिकारणे तत्र वयं दृष्टवन्तः तत्र एकः तत्र कार्यकारणभावार्थं तत्र समानाधिकरण्यम् अपेक्षते कयोः कारणकार्ययोः समानाधिकरण्यम् अपेक्षते अत्र तत्र द्वितीयविध असमवायिकारणस्थले तत्र उदाहरणार्थं तत्र किमस्ति तत्र घटरूपम् अथवा घटपरिमाणम् अपि कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति आनुभविकम् किन्तु तत्र घटपरिमाणं घटे स्व आश्रये तत्र समवायिकारणे स्वस्य समवायिकारणे अपि कपालपरिमाणं स्वस्य समवायिकारणे कपाले कपालः घटः तत्र भिन्नः नाम कपालः घटात् भिन्नः इति कृत्वा तत्र समानाधिकरण्यं नास्ति किन्तु करणीयं तत्र समानाधिकरण्यं प्रदर्शनीयं तर्हि तत्र घटस्य अधिकरणे तत्र घटपरिमाणस्य अधिकरणे तत्र कपालपरिमाणम् अस्ति इति वा प्रदर्शनीयं नो वा तत्र कपालपरिमाणस्य आश्रये घटपरिमाणम् अस्ति इति प्रदर्शनीयं तर्हि तत्र वयं दृष्टवन्तः तत्र परम्परासम्बन्धः अस्ति इति वयं दृष्टवन्तः तर्हि तत्र परम्परासम्बन्धेन तत्र वयं तत्र घटपरिमाणं तत्र कपाले अस्ति इति वयं दृष्टवन्तः कोऽपि तत्र किञ्चित् वदतु पुनस्मरणार्थं तत्र अस्तु तर्हि तत्र शुभभगिनी किञ्चित् वदति वा तत्र कथं घटपरिमाणं कपाले अस्ति इति यदि कपालः एव अधिकरणम् इति चिन्तयामः तर्हि घटपरिमाणम् इति इदानीं तत्र कपालः इति अधिकरणं भवति चेत् घटपरिमाणं कार्यं घटपरिमाणं किं तत्र समवायि स्व घटपरिमाणं तत्र स्वम् इति भवति अपि च कार्यं तर्हि घटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन कपाले वर्तते समीचीनं भगिनि अपि कपालपरिमाणं कपाले समवायि कपालपरिमाणं कपाले स्व समवायि सम्बन्धेन स्थित्वा समवेतसम्बन्धेन घटे वर्तते इति इदानीं न कपालपरिमाणं केवलं कपाले एव अस्ति कपाले एव तत्र इत्युक्ते इदानीं समानाधिकरण्यं प्राप्तं साधितं घटपरिमाणं कपाले कपालपरिमाणं कपाले किन्तु घटपरिमाणं तर्हि तत्र वाक्यं किं भवति तत्र कपालपरिमाणं समवायेन कपाले स्थित्वा अधिकरणे स्थित्वा तत्र समवेतसम्बन्धेन न स्वसमवायि एव खलु यतोहि अधोगमनं घटपरिमाणं घटे वर्तते पुनः घटः कपाले वर्तते खलु तर्हि तत्र परिमाणं घटे घटः पुनः कपाले तर्हि अधिकरणम् अत्र अस्ति तर्हि परिमाणं केन सम्बन्धेन कपाले अस्ति परम्परासम्बन्धेन कपाले वर्तते परम्परासम्बन्धः नाम स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति कपाले वर्तते तर्हि कपालम् इति अधिकरणे वर्तते कपालः इति अधिकरणे सः तत्र तत् परिमाणं वर्तते तर्हि कपालपरिमाणम् इति तत्र कार्यकारणभावः इदानीं वदामः कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते कपाले स्थित्वा कपाले स्थित्वा तस्मात् परं तत्र सम्बन्धः वक्तव्यः तर्हि यथा तत्र सम्बन्धः एषः सम्बन्धः वक्तव्यः तथैव एषः सम्बन्धः अपि वक्तव्यः तर्हि कपालपरिमाणं कपाल अहं तत्र पुनस्मरणार्थं वदामि तत्र कपालः घटस्य समवायीकारणम् इति वाक्यं तत्र किमस्ति कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति ओ अस्तु क्षम्यतां तावदेव इदानीं कपालः तादात्म्येन स्वस्मिन् स्थित्वा इत्युक्ते कपालः इति कारणाधिकरणे स्थित्वा समवायेन घटं जनयति इति कपाधिकरणे समवायसम्बन्धेन अस्ति इति वदामः तावदेव अस्तु अतः अग्रे कपालपरिमाणं कपाले समवायेन स्थित्वा इदानीं जनयति कार्यं जनयति इति अपि वक्तव्यं तत्र पूर्णवाक्यं यथा समवायिकरणस्थले उक्तवन्तः तर्हि तत्र कपालपरिमाणं स्वसमवायि समवये तत् केवलं समवायेन एव अस्ति खलु तर्हि घटपरिमाणं समवायेन कपाले अस्ति घटपरिमाण भगिनि कपालपरिमाणं कपाले समवाय क्षम्यतां कपालपरिमाणं कपाले समवायेन स्थित्वा तत्र घटपरिमाणं घटे समवायी सम्बन्धेन न इदानीं केन सम्बन्धेन तर्हि कार्यं किं घटपरिमाणं खलु सत्यं कार्यं केन सम्बन्धेन अधिकरणे अस्ति कार्यं केन सम्बन्धेन अधिकरणे तत्र अत्र चित्रमेव दृष्ट्वा वदतु तर्हि तत्र अत्र सम्बन्धः समवायः समवायिसम्बन्धः इदानीं तत्र कपालः अस्ति कपालः अधिकरणं तर्हि घटपरिमाणं घटे अस्ति केन सम्बन्धेन भवती सम्बन्धः उक्तवती केवलं वाक्ये स्थापयतु तावदेव तत्र सम्बन्धः कः घटपरिमाणं केन सम्बन्धेन कपाले अस्ति घटपरिमाणं समवायित्वसम्बन्धेन कपाले अस्ति इदानीं तदेव तत्र वक्तव्यः तावदेव तावदेव अन्यत् किमपि नास्ति भगिनि तर्हि कपालपरिमाणं समवायेन कपाले अधिकरणे स्थित्वा इदानीं स्वसमवायि सम्बन्धेन समवायित्वसम्बन्धेन स्वसमवायित्वसम्बन्धेन घटपरिमाणं जनयति अस्तु अस्तु एकवारं भवती वदतु कपालपरिमाणं समवायिसम्बन्धेन कपाले स्थित्वा स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं जनयति तावदेव अस्तु उत्तमं क्षम्यता चिन्ता मास्तु भगिनि अभ्यासः करणीयः कृतं चिन्ता मास्तु अस्तु अग्रे तर्हि तत्र विमला भगिनी इदानीं तत्र कार्यं किं कारणं किम् इति अत्र अस्मिन् उदाहरणे एकवारं वदति वा महोदय अत्र कार्यमस्ति घटपरिमाणं कारणमस्ति कपालपरिमाणं समीचीनं तत्र कार्यता कुत्र अस्ति कारणता कुत्र अस्ति कारणता कपालपरिमाणे अस्ति कार्यता अस्ति घटपरिमाणे घटपरिमाणे समीचीनं कारणतायाः अवच्छेदकः कः सम्बन्धः कार्यतायाः अवच्छेदकसम्बन्धः कः इदानीम् एषः सम्बन्धः महोदय अत्र कपालपरिमाणात् घटपरिमाणपर्यन्तं गन्तुम् अस्माभिः समवेतत्वसम्बन्धं पूर्वे उक्तमस्ति यथा स्वसमवायी हा कपाल स्वपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन घटे अस्ति इति सत्यं भगिनि. इदानीम् अस्माकम् आशा अस्ति कपालः अधिकरणं भवेत् इति तावदेव. अस्तु, तत्र द्वैविध्यम् अस्ति खलु. कपालः अधिकरणं भवितुम् अर्हति, घटः अपि अधिकरणं भवितुम् अर्हति. तर्हि यदि भवती तत्र घटः अधिकरणम् इति इच्छति चेत् तर्हि वदतु, तर्हि तत्र किं भवति तदा किं भवति? वाक्यमस्ति घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले अस्ति. न न, इदानीं भवती उक्तवती घटः एव अधिकरणं भवेत् इति खलु. अस्तु, तर्हि घटपरिमाणं साक्षात् घटे समवायसम्बन्धेन अस्ति. समीचीनम्. इदानीं तर्हि कार्यम् अधिकरणे अस्ति खलु, कार्यम् अधिकरणे अस्ति, कारणम् इति कपालपरिमाणम् तत् अधिकरणे साक्षात् अस्ति वा? न, साक्षात् नास्ति, स्वसमाये समवेतत्वसम्बन्धेन घटे. यतोहि अत्र उपरि गमनं, कपालात् घटः उपरि गमनमस्ति. हा, तर्हि पुनः स्वसमवायि कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन घटे अस्ति. अस्तु भगिनि, इदानीं यथा वयम् उक्तवन्तः तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन घटं जनयति. तत्र अधिकरणं कपालः आसीत् तस्मिन् उदाहरणे, समवायिकारणमस्ति. समवायिकारणमस्ति. इदानीं वदतु, तत्र अधिकरणं घटः, कारणं कपालपरिमाणं, कार्यं घटपरिमाणम्. घटपरिमाणं घटे समवायसम्बन्धेन स्थित्वा घटपरिमाणं कार्यमस्ति. कारणं घट कपालपरिमाणं कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन घटे अस्ति. स्थित्वा घटे स्थित्वा समवायेन परिमाणं घटपरिमाणं जनयति इति एव वाक्यं. समीचीनं भगिनी, तावदेव. पुनः एकवारं वदति वा? कपालपरिमाणं कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन घटे परिमाणं समवायेन जनयति. तत्र स्थित्वा इति यदि वदामः तत्र किं भवति, स्थित्वा इति पदात् प्राक् कारणस्य विवरणं, स्थित्वा अनन्तरं कार्यस्य विवरणं, समवेतत्वसम्बन्धेन घटे समवायेन परिमाणं स्थित्वा परिमाणं समवायेन जनयति घटपरिमाणं जनयति उत्तमं भगिनि, तावदेव अस्ति. तर्हि तत्र सर्वेषां तत्र पुनस्मरणं जातम् इति मन्ये. तर्हि अग्रे सरामः. तर्हि तत्र अग्रे तत्र समीचीनं भगिनि, धन्यवादः. तर्हि पद्मा भगिनि, इदानीं तत्र द्वितीय असमवायिकारणवर्णनम् इति यत् विद्याधर्यम् अस्ति, एकवारं तत् पठामः. यतो इदानीं तत्र वयं करपत्रं पठितवन्तः, तर्हि सरलम् इति एव भवति इदानीं. तर्हि पठतु भगिनि. कपालघटघटयोः परिमाणयोः अस्ति कार्यकारणभावः आनुभविकः, परन्तु चित्रेण इदं स्पष्टं यत् द्वयोः समानाधिकरणं नास्ति. कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्, घटपरिमाणं च तद्गुणः तत्र समवेतः भवेत्. अतः तयोः समानाधिकरण्यनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यम्. सः च परम्परासम्बन्धः स्वसमवायि समवायित्वसम्बन्धः. स्वं घटपरिमाणं तत् समवायी घटः, तत् समवायी कपालः, समवायित्वं कपाले इति स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तं तत्रैव च कपालपरिमाणमपि समवायेन वर्तते इति कार्यकारणयोः कपाले समानाधिकरण्यं सम्पन्नम् अस्तु भगिनि कपालघटघटयोः परिमाणयोः अस्ति कार्यकारणभावः आनुभविकः परन्तु चित्रेण इदं स्पष्टं यत् द्वयोः समानाधिकरणं नास्ति कपालघटघटयोः कपालः घटः एतयोः परिमाणं कपालपरिमाणम् अनन्तरं घटपरिमाणम् एतयोः कार्यकारणभावः अस्ति यतः कपाल परिमाणमेव कारणं घटपरिमाणम् एव कार्यमस्ति तद् आनुभविकः तद् अनुभवयुक्तमस्ति परन्तु चित्रेण स्पष्टं चित्रे यदस्ति तद् द्वयोः सामानाधिकरण्यं नास्ति इति यतः कपालपरिमाणस्य अधिकरणं तु कपालः घटपरिमाणस्य अधिकरणं तु घटः अतः सामान्य अधिकरणं नास्ति इति तत्र परिमाणं किमस्ति कीदृशपदार्थः गुणः गुणः गुणस्य आश्रयः द्रव्यं समवायीकारणं समवायीकारणम् एव अत्र कपालः वा घटः वा भवति समीचीनं अतः तत्र तयोः तयोः समानाधिकरण्यं नास्ति चित्रे कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात् कपालस्य परिमाणम् इति गुणः तत्रैव इत्युक्ते तत्र द्रव्ये तस्मिन् द्रव्ये एव समवायसम्बन्धेन स्यात् भवितव्यम् अतः कपालपरिमाणं तु कपाले समवायसम्बन्धेन स्यात् घटपरिमाणं च तद्गुणः तत्र समवेतः भवेत् सो घटपरिमाणं घटे एव समवायेन भवति परन्तु घटः कपाले अस्ति समवायेन अतः किन्तु इदानीं तत्र भिन्नः इति जानीमः कपालः भिन्नः घटः भिन्नः अपि तत्र नूतनपदम् अस्ति समवेतः किन्तु इदानीम् अवगच्छामः खलु समवेतः इत्युक्ते समवेतः उपरि गमनं यः पदार्थः समवायसम्बन्धेन अस्ति अत्र कः अस्ति समवायसम्बन्धेन कपालपरिमाणं न अस्मिन् वाक्ये तत्र घटपरिमाणम् इति वाक्ये घटपरिमाणं च तद्गुणः समवेतः भवेत् घटपरिमाणं घटे समवायेन भवति खलु तर्हि समवेतः कः समवेतः कपालः न भगिनि तत्र समवेतः तत्र समवेतः कुत्र द्रव्ये कस्मिन् द्रव्ये कपालस्य परिमाणं तत्र अत्र वाक्यमस्ति घटपरिमाणम् इति वाक्यं सारि क्षम्यतां घटपरिमाणम् इति गुणः तत्रैव इत्युक्ते घटे समवेतः घटे समवेतः इत्युक्ते कः समवेतः समवेतः इत्युक्ते उपरि गमनं यतः घटे घटपरिमाणं घटे एव समवायेन भवति घटः घटपरिमाणे समवेतत्वरूपेण भवति न तादृशं तत्र समवेतः इत्युक्ते गुणः तद्गुणः समवेतः अस्ति समवेतः इति विशेषणं गुणस्य आम् आम् नाम अत्र घटपरिमाणम् एव एषः समवेतः घटे घटसमवेतः इति घटपरिमाणं घटपरिमाणम् इति गुणः घटे समवायेन भवति तदेव तावदेव उक्तं तत्र समवेतः इत्युक्ते समवायेन अस्ति इति एव तत्र समवायेन स्यात् इत्युक्ते समवेतः भवेत् समानार्थकम् किन्तु समवेतः इति इदानीं करपत्रस्य पठनेन इदानीं जानीमः समवेतः नाम किम् इति खलु उपरि गमनम् इति अतः तयोः सामानाधिकरण्यनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यम् परन्तु चित्रे तादृशं समानाधिकरणीयं नास्ति तथापि कारणकारणयोः मध्ये तत्र एक अधिक समानाधिकरणं भवेत् तदर्थं वयं समानाधिकरण आनयनार्थं कार्यम् कार्यं अर्थात् घटपरिमाणं कारणाधिकरणे कारणाधिकरणे इत्युक्ते कपाले कपाले परम्परासम्बन्धेन अस्माभिः वक्तव्यम् इति अस्ति इति भवति खलु इति आपतति नाम परम्परासम्बन्धेन वदतु नो चेत् तत्र कार्यकारणभावः अस्ति इति स्पष्टं न भवति न भवति अतः तत्र यदि केन सम्बन्धेन अस्ति इति वदामः तत्र स्पष्टतया अवगच्छामः ओ अस्तु अस्तु अत्र कार्यकारणभावः अस्ति इति समीचीनं भगिनि हा अस्तु इदानीम् अग्रे अन्ये कोऽपि कुर्यात् अग्रे समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र नीता भगिनी अग्रे धन्यवादः हा धन्यवादः भगिनि स च परम्परासम्बन्धः इति आरभ्य अतः तथा अस्ति अतः तयोः अस्तु अतः तयोः समानाधिकरणे निर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यं सच्च परम्परासम्बन्धः स्वसमवायि समवायित्वसम्बन्धः अत्र घटपरिमाणम् इति गुणः घटपरिमाणं समवायिसम्बन्धेन घटे वर्तते कपालपरिमाणम् इति गुणः कपालपरिमाणं समवायिसम्बन्धेन कपाले वर्तते अत्र समानाधिकरण्यं यदि आनयामः चेत् परम्परासम्बन्धस्य योजना भवेत् सः परम्परासम्बन्धः इत्युक्ते स्वसमवायिसमवायित्वसम्बन्धः इति दत्तमस्ति यतोहि घटपरिमाणं समवायिसम्बन्धेन घटे घटः समवायिसम्बन्धेन कपाले अनन्तरं कपालपरिमाणं समवायिसम्बन्धेन कपाले अत्र परम्परासम्बन्ध यदि आनयामः चेत् स्वसमवायिसमवायित्वसम्बन्धः योजयामः इति दत्तमस्ति स्वम् इति घटपरिमाणं तत् समवायिघटः तत् समवायिकपालः इत्युक्ते घटपरिमाणस्य समवायिघटः इति भवति समीचीनं तत् समवायि नाम तस्य समवायि तस्य समवायि घटः घटस्य समवायि कपालः तत् समवायि पुनः एकवारं घटस्य समवायि कपालः समवायित्वं कपाले इति स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति प्राप्तं घटपरिमाणं कपाले कथं स्वसमवायिसमवायित्वसम्बन्धेन इति तावत्पर्यन्तं तत्रैव च कपालपरिमाणम् अपि समवायेन वर्तते इति कार्यकारणयोः अत्र कार्यमस्ति घटपरिमाणं कारणमस्ति कपालपरिमाणं तत्रैव कपालपरिमाणमपि समवायेन वर्तते इति कार्यकारणयोः कपाले समानाधिकरण्यं सम्पन्नम् इति अतः तत्र कारणम् अपि कार्यं तत्र अधिकरणं किम् अस्ति इदानीम् अत्र घटः घटः अनन्तरं कपालः घटपरिमाणं किन्तु किन्तु किन्तु कार्यकारणभावः कुत्र केन अधिकरणेन तत्र साधितं तत्र कपाल इति अधिकरणेन कपालः इति अधिकरणं स्वीकृत्य तत्र घटपरिमाणमिति कार्यं कपालपरिमाणम् इति कारणं साधितवन्तः समानाधिकरणं समानाधिकरणं साधितं सर्वं स्पष्टं स्यात् धन्यवादः भगिनी सर्वं स्पष्टं स्यात् यतोहि करपत्रस्य पठनं वयं कृतवन्तः अतः अत्र सर्वं सुलभमेव भवेत् इदानीं तत्र द्वितीयविधसमवायिकारणस्य वर्णनम् इति अस्ति तर्हि तत्र इदानीं तत्र एकः अंशस्य तत् एकस्य अंशस्य तत्र किञ्चित् विस्तरेण किमपि उक्तमस्ति अग्रे तावदेव अस्तु अग्रे नरसिंहग्रे महोदय अग्रे पठति वा आं महोदय इदमेव च द्वितीयसमवायिकारणत्वं यत् समवायि द्वितीयम् असमवायिकारणत्वं द्वितीयम् असमवायिकारणत्वं यत् समवायि समवायित्वरूपपरम्परासम्बन्धेन यत् कार्यादिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणसमवायि कारणमित्युक्तं कारणम् असमवायिकारणम् इति कारणम् कारणम् असमवायिकारणम् इति उक्तम् इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यं प्रकृतकार्यं घटपरिमाणं तत् समवायिकारणं घटः तेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति तत् घटपरिमाणस्य असमवायिकारणम् अत्र द्वितीय असमवायि द्वितीयम् असमवायिकारणत्वं किम् इति अत्र उक्तमस्ति एतत् भवति तत् स्वसमवायि समवायित्वरूपपरम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् इदानीं कपाल इति अत्र अधिकरणं स्वीकुर्मः चेत् कपालपरिमाणम् इति स्वसमवायि समवायित्वसम्बन्धेन कपाले तिष्ठति स्व इत्युक्ते कपालपरिमाणम् अत्र कपालपरिमाणं कपाले समवायसम्बन्धेन भवति अधिकरणे भवति इदानीं कपालः महोदय तत्र महोदय तत्र स्वसमवायि समवायित्वस्वरूपपरम्परासम्बन्धेन इति अस्ति तत्र तत्र समवायि इत्युक्ते तत्र घटपरिमाणमिति कार्यं घटपरिमाणमिति घट इति घट इति समवायि घटपरिमाणसमवायि अस्ति घटपरिमाणं घटे समवायसम्बन्धेन भवति घटः कपाले समवायसम्बन्धेन भवति अतः महोदय प्रायशः तत्र सोपानेन गच्छामः तत्र अत्र स्थूलक्षरैः पदं तत् किम् अस्ति द्वितीयं समवायिक असमवायिकारणत्वं तर्हि अस्मिन् उदाहरणे तत्र कपालपरिमाणं घटपरिमाणम् इति उदाहरणे कारणं किम् अस्ति कपालपरिमाणं कपालपरिमाणं कीदृशं कारणमिति इति वर्णयति असमवायिकारणं द्वितीयविध असमवायिकारणं द्वितीयविध असमवायिकारणं तर्हि तादृशं कारणत्वं कुत्र कारणत्वं तत्रैव कपालपरिमाणे कपालपरिमाणे खलु हा कपालपरिमाणे भवति इति खलु तर्हि कारणत्वस्य वर्णनं क्रियते इदानीं खलु कारणत्वस्य वर्णनं हा तत्र यत्र वयं तत्र समवायिकारणस्य उदाहरणं स्मरामश्चेत् तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन घटं समवायेन घटं जनयति उत्तमं महोदय अत्र तत्र नाम घटं जनयति नाम घटः इति कार्यं घटजनकत्वम् अस्ति तस्य खलु घटजनकत्वमस्ति कपालस्य घटजनकत्वम् अस्ति. तत्र वाक्यमस्ति तादात्म्यसम्बन्धेन स्थित्वा घटजनकत्वं तस् कपालस्य अस्ति खलु. अत्र तादृशम् अत्र किम् उक्तम् अन्तिमभागः वाक्यस्य पश्यतु तत्र किं भवति. अन्तिमभागस्य कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं द्वितीयसमवायकारणत्वं यत् समाय मध्ये यदस्ति तत् त्यजतु इदानीं. किन्तु तत्र किमुक्तं कारणत्वं किमुक्तं कार्यजनकत्वम् इति उक्तं खलु. कारणत्वं नाम किं कार्यजनकत्वं खलु. कार्यजनकत्वं कुत्र अपि केन सम्बन्धेन स्थित्वाधिकरणे समवायसम्बन्धे समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं प्राप्नोति. तर्हि तत्र कारणमस्ति कपालपरिमाणम्. इदानीं कपालपरिमाणं तर्हि वाक्यं द्वितीय असमवायीकारणस्य वर्णनं कथं तस्य आरम्भः भवति इत्युक्ते कपालपरिमाणं समवायसम्बन्धेन स्थित्वा किमपि कार्यं जनयति इति भवति खलु. अधिकरणे तर्हि अधिकरणं तर्हि किं स्यात्. अधिकरणमिति कपालमेव स्यात्. कपालः एव स्यात्. तदेव अस्ति महोदय. तर्हि कार्याधिकरणम् इत्युक्ते इदानीं कपालः एव कपाल इदानीं कारणत्वम् इति आरभ्य यत् तत्र परन्तु पुनः घटः कपालः इति तत्र समवायिकारणं भवति घटस्य कृते. किन्तु अन्ततो गत्वा अधिकरणम् अस्ति कपालः. कपालः अधिकरणीयं कुत्र कुर्मः कपाले कुर्मः तावत् कपाले कुर्मः इत्युक्ते कपाले कारणे कुर्मः. कपालम् इति कारणमपि अस्ति घटस्य समवायिकारणं. सत्यं सत्यं तत्रैव समवायिकारणे स्थितं भवति इदानीं. तत्र सत्यं महोदय सत्यं सत्यं. अस्तु महोदय एकः संशयः. कार्याधिकरणम् इत्युक्ते घटः एव किल कपालः कारणाधिकरणं. इति क्लेशजनकम् अस्ति अस्मिन् वाक्ये जनकत्वं तत्र क्लेशजनकत्वम् अस्ति. किन्तु समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् इति यदि पठामः तर्हि स्पष्टं भवेत्. नाम कपालः तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटकार्यं जनयति खलु. घटकार्यजनकत्वं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटजनकत्वं करोति. तत्र घटं जनयति नाम तस्य घटजनकत्वम् अस्ति खलु. तर्हि अत्र कारणत्वं केन सम्बन्धेन नाम कारणं केन सम्बन्धेन अधिकरणे अस्ति इति उक्तम् अत्र खलु. अत एव तत्र अहं पूर्वं स्थित्वा स्थित्वा इति वाक्यस्य वर्णनं कुर्मः इति यतोहि तदा एव तत्र स्थित्वा इति भवति चेत् तदनन्तरं जनकत्वम् अस्ति. ओ अस्तु अग्रे अस्ति कार्यं स्थित्वा प्राक् अस्ति कारणं. तर्हि कारणस्य सम्बन्धः उक्तः. तर्हि कारणस्य कारणतायाः अवच्छेदकसम्बन्धः समवायसम्बन्धः इति उक्तः. तर्हि कारणम् अधिकरणे केन सम्बन्धेन अस्ति समवायसम्बन्धेन. कारणमस्ति कपालपरिमाणं. कपालपरिमाणं कस्मिन् अधिकरणे समवायेन अस्ति. कपालपरिमाणं कपाले समवायेन तर्हि अधिकरणमस्ति कपालः इति जातः खलु खलु अस्तु हा अपि अत्र कार्याधिकरणम् इति उक्तं तत्र अस्तु घटः वा कपालः वा इति संशयः उदेति किन्तु तत्र नरसिंहगिरि महोदय तत्र परम्परासम्बन्धः कः इति वदतु अत्र किम् उक्तं किम् उक्तः अत्र परम्परासम्बन्धः स्वसमायि समायित्वरूपपरम्परासम्बन्धः इत्युक्ते स्व इत्युक्ते अत्र कपालपरिमाणं समाय इत्युक्ते कपालः अतः स्वसमायि कपालपरिमाणं समायि स्वसमायि समायित्वसम्बन्धेन कपाले भवति महोदय किन्तु स्व इत्युक्ते कपालपरिमाणम् इति चिन्तयामश्चेत् तत्र स्वसमवायि इति कपालः भवति खलु स्वसमवायि इति कपालः भवति आं महोदय किन्तु पुनः समवायि इति अस्ति तर्हि तत्र कपालसमवायि कः कपालसमवायि घटः न न घटसमवायि कपालः घटसमवायि कपालः कपालसमवायि कपालिका अस्ति हा कपालिका अस्ति किन्तु कपालः नास्ति किन्तु तत्र तत् कुर्मः चेत् तत्र सामान्याधिकरणं नास्ति खलु तत्र सामान्यकं न भवति अतः तत्र स्व इत्युक्ते घटपरिमाणं स्व इत्युक्ते घटपरिमाणं स्वसमवायि समवायित्वपरम्परासम्बन्धेन यत् कार्यकरणं तत्र इत्युक्ते स्व इत्युक्ते घटपरिमाणं स्वसमवायि एतस्य चित्रस्य एव वर्णनं तावदेव अत्र अत्र पुस्तके केवलं कपालः एव अधिकरणम् इति स्वीकृतः स्वीकुर्मः आम् अतः क्लेशः मास्तु इदानीं पुनः एकवारं पठतु महोदय तत्र इदमिदमेव च इति इदमेव च द्वितीयसमवायिकारणत्वं यत् स्वसमवायि समवायित्वरूपपरम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् इत्युक्ते अत्र स्व इत्युक्ते घटपरिमाणं स्वसमवाय इत्युक्ते घटः समवायित्वरूपपरम्परासम्बन्धेन यत् कार्याधिकरणम् इत्युक्ते कपाले तत्र समवायसम्बन्धेन घटः इति कपाले समवायसम्बन्धेन भवति न न न महोदय तत्र समवायसम्बन्धेन इत्युक्ते कपालपरिमाणं समवायेन स्थित्वा ओके ओके घट नाम घटः घटपरिमाणं प्रति तस्य जनकत्वम् अस्ति एव सत्यं नाम घटः स्वस्मिन् तादात्म्येन स्थित्वा घटपरिमाणं जनयति समवायेन जनयति खलु आम् हा किन्तु घटः घटपरिमाणं प्रति करणमिति अत्र वार्ता नास्ति खलु अहम् इदानीम् अवगतं महोदय घटपरिमाणमस्ति कार्यं तत् स्वसमवायि समवायसम्बन्धेन अधिकरणे कपाले भवति तदेव कपाले कपालपरिमाणं समवायसम्बन्धेन भवति हा इति अस्ति महोदय तावत् उत्तमं हा हा इदानीं स्पष्टता जाता समीचीनं महोदय तत्र वाक्यस्य तत्र वर्णनशैली तत्र अवगन्तव्या अस्ति महोदय यतोहि तत्र एतादृशी शैली एव भवति सर्वत्र वारं वारं तत्र ओ अत्र किं वदन्ति इति चिन्तनं किञ्चित् तदेव अत्र चित्रे यद् दत्तमस्ति तदेव अत्र वाक्यं किमपि नास्ति किन्तु तत्र एषा रीति अस्ति अथवा एषा शैली किमर्थम् इत्युक्ते तत्र अभिरुचिः अपि जायते खलु केवलं सर्वदा संस्कृतवाक्यं तत्र एतत् अत्र अस्ति एतत् तत्र अस्ति इति तादृशम् अस्ति चेत् वयं किमपि न पठामः खलु तत्र वाक्यस्य आकृतिः अपि भिन्ना भिन्ना भवेत् स्वरूपः भिन्नभिन्नः भवेत् तदेव सुन्दरं भवति तदा एव रुचिः भवति अतः इदानीं तत्र समवायसम्बन्धेन स्थित्वा कपालपरिमाणं स्वसमवायि समवायित्वरूपपरम्परासम्बन्धेन घटपरिमाणम् इति कार्यं जनयति अतः तादृशकार्यजनकत्वम् एव द्वितीय असमवायि कारणत्वम् कारणत्वम् इति तस्य वर्णनम् अत्र कृतम्. अस्तु अग्रे महोदय. इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे सममेतं सत् कारणं समवायिकारणम् इति उक्तम्. असमवायिकारणं तत्र कारणेन सह एकस्मिन् अर्थे, अनन्तरं कार्येण सह एकस्मिन् अर्थे इति ग्रन्थे मूलग्रन्थे अस्ति. तत्र कार्येण विवरणं महोदय, तस्यैव विवरणं समीचीनम्. अत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं समवायिकारणम् असमवायिकारणं द्वितीयविध असमवायिकारणम् इति उक्तम्. अत्र कारणेन सह इत्युक्ते घटेन सह, घट इति घटपरिमाणस्य कारणमस्ति, तेन सह कपालपरिमाणम् एकस्मिन् अर्थे समवेतमस्ति अतः इति भवति. समीचीनं महोदय, तदेव वर्णनम्. इह कारणपदेन इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत्कारणम् असमवायिकारणम् इति उक्तम्. इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम् इत्युक्ते हि कारणपदेन यस्य कार्यस्य विचारः इत्युक्ते घटपरिमाणस्य विचारः तस्य समवायिकारणं ग्राह्यम् इत्युक्ते घटः ग्राह्यम्. तर्हि तत्र इदानीम् उत्तमं महोदय, अतः तत्र अग्रे पठतु महोदय. तत्र प्रकृतकार्यं घटपरिमाणं तत् समवायिकारणं घटः, तेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति तत् घटपरिमाणस्य असमवायिकारणम्. इदानीं तत्र सम्बन्धः कः कीदृशं भवति इति घट कपालपरिमाणम् अनन्तरं घटपरिमाणस्य मध्ये, घटपरिमाणमिति कार्यं घटः इति तस्य कारणम्, अतः घटपरिमाणं कारणे भवति घटे भवति, घटः पुनः समवायसम्बन्धेन कपाले भवति, अनन्तरं कपालपरिमाणमपि अधिकरणे कपाले समवायसम्बन्धेन भवति, अतः कपालपरिमाणं स्वसमवायसमवेतत्वसम्बन्धेन. महोदय घटे घटे नास्ति महोदय, उपरि गच्छतु सर्वं, तर्हि तत्र एक सोपानेन गच्छामः पुनः महोदय. तर्हि कारणेन सह एकस्मिन् अर्थे अर्थे समवेतं सत् कारणम् असमवायि कारणम् इति उक्तं. समवेतं नाम किं? समवेतः इति दृष्टवन्तः. इत्युक्ते उपरि तत्र समवायसम्बन्धेन यः वर्तते अथवा यत् वर्तते तत् समवेतं खलु. समवायि इत्युक्ते यस्मिन् यस्मिन् इति अर्थे समवायि इत्युक्ते यस्मिन् समवायसम्बन्धेन अस्ति सः समवायि, यः समवायसम्बन्धेन अस्ति सः समवेतः वा समवेतं वा समवेता वा भवति खलु. अत्र समवेतं सत् कारणं, समवेतं यत् अस्ति कारणं तद् असमवायिकारणम् इति उक्तम्. तर्हि अत्र उदाहरणे इदानीं तत्र किम् उक्तं, तत्र अधिकरणं चित्रं पश्यामः, तत्र अधिकरणमस्ति कपालः, कारणं किम् अस्ति? कारणमिति घटः अस्ति अत्र. न महोदय, तत्र अस्मिन् उदाहरणे अधिकरणमस्ति कपालः, कारणमिति कपालपरिमाणम्. कपालपरिमाणम् इति कारणम् अस्मिन् उदाहरणे, कपालपरिमाणम् इति कारणं. कार्यं किम् अस्ति? घटपरिमाणम्. कार्यस्य समवायिकारणं किमस्ति? घटः. घटः कुत्र समवेतः अस्ति? घटः कपाले समवेतः अस्ति. तर्हि कार्यस्य समवायिकारणं कुत्र समवेतः अस्ति? कारणाधिकरणे कपाले अस्ति. कपाले कपाले कपाले अस्ति. तर्हि घटस्य समवायि तत्र कार्यस्य समवायिकारणम् अधिकरणे समवायसम्बन्धेन अस्ति खलु. कारणमपि समवायसम्बन्धेन अस्ति खलु. एतत् कारणम् अस्मिन् अधिकरणे अस्ति. अस्मिन्नेव अधिकरणे कार्यस्य समवायिकारणमपि समवायसम्बन्धेन अस्ति. इत्युक्ते अधिकरणे कारणं साक्षात् समवायसम्बन्धेन अस्ति, अनन्तरं कार्यं समवेतत्वसम्बन्धेन अस्ति. महोदय, सर्वं समवायसम्बन्धेन एव अस्ति, किन्तु तत्र अस्मिन् उदाहरणे कारणं यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे कार्यस्य समवायिकारणमपि अस्ति. आम्, कार्यस्य समवायिकारणम् इत्युक्ते घट घट अपि घटः कारणेन सह एकस्मिन् अर्थे इति वाक्यं खलु. तत्र वाक्यं किं? कारणेन सह एकस्मिन् अर्थे. एकस्मिन् अर्थे अत्र एकस्मिन् अर्थे इत्युक्ते अधिकरणे सत्यं महोदय. अर्थे इत्युक्ते पदार्थे इति. नाट् नाट् दट् मीनिङ्ग् अर्थ मीन्स् पदार्थे पदार्थे पदार्थे नाम पदस्य पदार्थः इत्युक्ते किमपि पदमस्ति, पदस्य अर्थः कः? किं कोऽपि पदार्थः खलु. घटः इति पदं, तस्य पदस्य अर्थः कः? साक्षात् घटः इति. सः पदार्थः घटपदार्थः. तर्हि एकस्मिन् अधिकरणे इति भवति. आचार्य कृष्णः, आचार्य अत्र समवेतम् इति पदं कथं योजितम्? अत्र घटपरिमाणं एकनिमिष समवेतम् इति नास्ति. एकनिमिष नास्ति एव, तदेव एकनिमिष एकनिमिष भगिनि एकनिमिष तिष्ठतु भगिनि, क्षम्यताम्. हा, तर्हि तत्र नरसिंहगिरि महोदय, इदानीं कारणेन सह इत्युक्ते कः? केन कारणेन भवान् पठितवान्? कार्यस्य समवायिकारणं. कारणम् इत्युक्ते कार्यस्य समवायि समवायिकारणे समवायिकारणम् अत्र घटः अस्ति. घटः हा, घटेन सह एकस्मिन् अर्थे. घटेन सह एकस्मिन् अर्थे इत्युक्ते घटः यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे एष एतत् कारणमपि समवायेन भवेत्. इत्युक्ते कपालपरिमाणमपि समवायेन भवेत्. हा, एत अत्रापि सम्बन्धः समवायः, अत्रापि सम्बन्धः समवायः. अतः एव तत्र कारणेन सह एकस्मिन् अर्थे इति यदस्ति. कारणेन सह एकस्मिन् अर्थे समवेतं नाम समवेतं सत् कारणं नाम एकस्मिन् अर्थे समवेतम् इत्युक्ते किम्? समवायसम्बन्धेन स्थितं कारणं, यत् कारणम् अस्ति समवायसम्बन्धेन, यत् तस्मिन् एव अर्थे अस्ति. अतः समवेतं सत् इत्युक्ते यत् कारणं समवायसम्बन्धेन अस्ति तत् कारणमस्ति असमवायिकारणं, द्वितीयविध असमवायिकारणम्. तर्हि कारणेन सह इति अस्ति. तर्हि समीचीनं महोदय. इदानीं मृणालिनी भगिनी, भवती एव इदानीं तत्र पुनः तत्र आरम्भ समीचीनं महोदय. मृणालिनी भगिनी इदानीं आरम्भतः एकवारं पठित्वा वर्णयतु भगिनि. हा, आचार्यप्रश्नः अत्र कारणम् अर्थं किम्? अत्र कारणम् अर्थात् कारणम् इति पदेन कः अर्थः? एकवारम् एकवारं पठतु, स्पष्टं भवति. इदमेव च द्वितीय असमवायिकारणत्वं यत् स्वसमवायि समवायित्वरूपपरम्परासम्बन्धेन यत् कार्याधिकरणं तत् तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् तत्र तत्र द्वितीय असमवायिकारणत्वं तत्र स्थित्वा इति अस्ति पदं तत्र वाक्यं किमपि वाक्यं वदतु कार्यकारणयोः वाक्यं स्थित्वा इति पदं तस्मिन् वाक्ये भवेत् उदाहरणं यत् भवती जानाति कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा कपालपरिमाणं जनयति हा समीचीनं कपालपरिमाणं जनयति समीचीनं तर्हि तत्र स्थित्वा प्राक् किम् उक्तं तत्र तादात्म्यसम्बन्धेन स्थित्वा इति अस्ति खलु तत्र कारणस्य विषयः वा कार्यस्य विषयः वा तत्र भवत्याः कारणस्य विषयः अत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं कार्यजनकत्वं नाम किम् अस्ति कारणत्वं खलु कार्यजनकजनकत्वम् अर्थात् कारणत्वं कार्यजनकं जनकं कारणम् किन्तु कार्यजनकत्वं तस्य भावः कारणस्य भावः कारणत्वं खलु अत्र कारणत्वम् इति उक्तं तर्हि कार्यजनकत्वं तर्हि कारणं कारणस्य विषयः अस्ति समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं कारणत्वं समवायसम्बन्धेन स्थित्वा कारणत्वम् इति अस्ति चेत् समवायसम्बन्धेन स्थित्वा इति यदि पठति चेत् तत्र कारणम् अधिकरणे समवायसम्बन्धेन अस्ति वा अथवा कार्यं समवायसम्बन्धेन अधिकरणे अस्ति वा कारणं समवायसम्बन्धेन अधिकरणे अस्ति इति एव वार्ता तर्हि तत्र कारणं समवायसम्बन्धेन अस्ति इति वार्ता खलु अधिकरणे समीचीनं खलु समीचीनम् अतः तत्र अधिकरणं कार्यस्य अधिकरणं खलु अधिकरणं कारणस्य अपि अधिकरणं कार्यस्य अपि अधिकरणं खलु सामानाधिकरणम् अस्ति खलु अत्र अधिकरणं किम् अस्ति कपालः खलु अत्र कपाले तत्र कार्यं केन सम्बन्धेन अस्ति कपाले कार्यं केन सम्बन्धेन वा कार्यं कार्यं तु घटपरिमाणं तर्हि घटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन कपाले वर्तते तावदेव उक्तं कारणत्वं किमस्ति स्वसमवायि समवायित्व रूपपरम्परासम्बन्धेन यत् कार्यादिकरणम् अस्ति नाम कार्यं स्वसमवायि समवायित्वसम्बन्धरूपरूपपरम्परासम्बन्धेन यत्र भवति तत्र तस्मिन् अधिकरणे कारणं समवायसम्बन्धेन स्थित्वा कार्यं जनयति अवगतम् तर्हि केवलं चित्रस्य वर्णनं तावदेव परन्तु समवेतम् इति पदं किञ्चित् पूर्वं तत्र चर्चामध्ये सोपानेन गच्छामः अग्रे इदमेव इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे कारणम् अत्र कपालपरिमाणम् इदानीम् न इति नास्ति अतः तत्र एकवारं तत्र पूर्णवाक्यं पठतु इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इत्युक्तम् इति उक्तं तत्र ग्रन्थकृता किम् उक्तम् असमवायिकारणं किम् इति उक्तवान् कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति सः उक्तवान् सः किम् उक्तवान् कारणेन सह एकस्मिन् अर्थे समवेतं सत् नाम कारणं नाम यत् कारणं समवेतमस्ति एकस्मिन् अर्थे अस्ति कारणेन सह अस्ति तत् कारणम् अस्ति असमवायिकारणम् इति उक्तवान् ग्रन्थकृतः. इदानीं वाक्यस्य कुत्र स्थूलक्षरैः यद् अस्ति तस्य अर्थः अग्रे दत्तः इह इह कारणपदेन इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम्. अत्र कार्यं किमस्ति अस्मिन् उदाहरणे? कार्यमस्ति घटपरिमाणं. घटपरिमाणम् इति कार्यमस्ति. कस्य कार्यस्य विचारः क्रियते? घटपरिमाणस्य विचारः क्रियते. तर्हि इदानीं कारणपदेन किं ग्राह्यम्? कारणपदेन कारणपदेन पदेन अस्तु इदानीं घटपरिमाणं वा पुनः इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम्. ग्राह्यं नाम किं किं ग्राह्यं? कारणपदं कारणम् इति इत्युक्ते कः अर्थः? कार्यं यस्य कार्यस्य विचारः क्रियते तस्य कार्यस्य समवायिकारणम् एव कारणपदेन ग्राह्यम्. तर्हि अत्र कार्यं किमस्ति अस्मिन् उदाहरणे? कार्यं तु घटपरिमाणम्. तर्हि घटपरिमाणस्य समवायिकारणं किमस्ति? घटपरिमाणस्य समवायिकारणं तु घटः. घटः. तर्हि कारणम् अत्र स्थूलक्षरैः अस्ति तत्र कारणम् इति पदेन घटपरिमाणं नास्ति किन्तु घटः एव समवायिकारणं कार्यस्य समवायिकारणं ग्राह्यम् अत्र घटः. अत्र इति एव दत्तम् अग्रे पठतु. प्रकृतकार्यं प्रकृतकार्यं घटपरिमाणं तत् समवायिकारणं घटः. तावत्पर्यन्तम् अवगच्छति वा? आमां. प्रकृतकार्यम् अर्थात् तत्र प्रकृतकार्यम् अर्थात् घटपरिमाणं तत् समवायिकारणं घट एव. अवगतं. तत् नाम तस्य समवायिकारणं तस्य समवायिकारणं घटः. घटः. अत्र किम् उक्तं? कारणेन इति उक्तं खलु, कारणेन सह. तर्हि घटः तेन सह नाम घटेन सह. घटेन सह एकस्मिन् अर्थे, अर्थे नाम एकस्मिन् पदार्थे. घटः घटः घटेन सह एकस्मिन् अर्थे. अत्र कस्मिन् अर्थे? कपाले खलु. अस्तु कपाले. कपाले. इदानीं भवत्याः तत्र प्रश्नः समवेतं. समवेतम् इत्युक्ते किम्? समवेतं तत्र उदाहरणार्थं तत्र एतत् स्वीकरोतु, तत्र तन्तुः पटः. तत्र समवायी कः, समवेतः कः इति वदतु. तन्तुसमवायीपटः. तत्र विपरीतः भवति भगिनि, नाम समवायि इत्युक्ते यस्मिन् समवायसम्बन्धेन भवति तत्र सः समवायि. यस्मिन् इत्युक्ते अधिकरणम्. अस्तु अस्तु. पटः तन्तौ समवायसम्बन्धेन वर्तते, तर्हि पटसमवायि तन्तु तन्तुः. उत्तमं. तन्तुः इति उत्तमं भगिनि. इदानीं विपरीतदिशि गन्तुम् इच्छामश्चेत् समवेतः भवति तावत्. तर्हि तन्तुसमवेतः अस्ति पटः खलु. तन्तुसमवेतः पटः. सम्यक्. यः समवायसम्बन्धेन भवति सः समवेतः. यस्मिन् समवायसम्बन्धेन अस्ति तत् अथवा सः समवायि खलु. अत्र समवेतं नाम किमपि अस्ति केन सम्बन्धेन कपाले अस्ति? समवायसम्बन्धेन किमपि कपाले अस्ति खलु. समवेतं कपाले समवेतम् इत्युक्ते समवायसम्बन्धेन किमपि अस्ति कपाले इति खलु तत् किमस्ति समवायसम्बन्धेन विद्यमानं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं कपाले अस्ति खलु आम् कपाल समवे कपाले समवेतम् इति इत्युक्ते कपालपरिमाणम् इति भवति खलु समीचीनं वा कपाले समवेतं कपालपरिमाणं कपाले समवेतम् अस्ति खलु कपालपरिमाणं समवेतं नाम आदेयः अस्तु कपाले समवेतं खलु नाम उपरि अस्ति खलु समयसम्बन्धेन अस्ति खलु आदेयः अस्ति खलु समयसम्बन्धेन तावदेव कपाले समवेत कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं तद् घटपरिमाणस्य कारणं भवति खलु घटपरिमाणस्य कारणं तर्हि घटपरिमाणस्य कारणं घटस्य परिमाणस्य घटपरिमाणस्य कारणं समवेतम् अस्ति समवेतं तत्र दृश्यते खलु भगिनि रक्तवर्णं तत्र कारणं कपालपरिमाणं समवेतम् अस्ति एकस्मिन् अर्थे कपाले कपाले तस्मिन्नेव कपाले कारणमपि अस्ति वा नाम कार्यस्य समवायिकारणमपि अस्ति वा आम् अस्ति घटः अपि तस्मिन्नेव अधिकरणे अस्ति इति चेत् तद् कारणं भवति असमवायिकारणं द्वितीयविध असमवायिकारणम् कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तं ग्रन्थकृता तृतीया कपाले समवेतम् अर्थात् कपालपरिमाणं कपाले समवेतम् इति वा सत्यं कपालपरिमाणं कपाले समवेतम् अस्ति एवम् एवं समीचीनं वा भगिनि आं समीचीनम् अस्तु इदानीम् अग्रे तत्र महोदय प्रश्नः तत्र केवलं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति तावत्पर्यन्तम् एव स्वीकृत्य कर्तुम् इच्छामः चेत् तत्र तर्हि तत्र कारणमपि भगिनि तत्र किं भवति इत्युक्ते तत्र अग्रे तत्र पेज् एकनिमिषः तत्र नाम तत्र इदानीं कारणस्य कार्यकारणभावस्य केवलं किञ्चित् आवश्यकता अस्ति इति एतत् विवरणं दत्तमस्ति किन्तु अग्रे तत्र पेज् 144 पश्यतु तत्र एकवारं तत्र स्थूलक्षरे मध्ये लिखितम् एकवारं पठतु कार्यनियतपूर्ववर्ती कारणं न तस्मात् तस्य अधोभागे कारणत्वनिरूपणम् इति वा कारणं त्रिविधं वन् फोर्टि फोर् खलु महोदय कारणं त्रिविधं कारणं त्रिविधम् इति तत्र 144 मध्ये अस्ति वा क्षम्यताम् अस्तु कारणं त्रिविधं समवाय्यसमवायिनि निमित्तभेदात् समवाय्यसमवायि निमित्तवायि असमवायि निमित्त समवायि असमवायि निमित्तभेदात् तत्र त्रिविधं निमित्तकारणं समवायिकारणं समवायिकारणम् अस्तु अग्रे पठामि वा अग्रे एकवारं यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इति समवायिकारणस्य लक्षणं यत् समवेतं कार्यम् उत्पद्यते अस्तु तत् समवायिकारणम् तत्र अस्तु यथा यथा यथा तन्तवः पटस्य समवायिकारणं पटः च स्वगतरूपादेः तत्र तन्तुः पटस्य समवायिकारणं पुनः पटः पट स्वगतरूपः रूपं तस्य कृते समवायिकारणं कारणं भवति इत्यादि अग्रे कार्येण कारणेन वा सः एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं यथा इदानीं तत्र कार्येण सह कारणेन वा सः एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम् अत्र कारणेन सह इति द्वितीय असमवायिकारणं भवति कार्येण सह इति प्रथमविध असमवायिकारणं भवति ओ अस्तु प्रथमविध असमवायिकारणम् आसीत् तत्र यथा किं कपालसंयोगः इति हा उत्तमं भगिनि कपालसंयोगः घटं प्रति असमवायि असमवायिकारणं भवति घटपरिमाणं प्रति कपालपरिमाणम् अपि तत्र कपालसंयोगः अपि तत्र स्वीकर्तुं शक्नुमः कपालसंयोगः घटे विद्यमानरूपं प्रति असमवायिकारणम् इति तादृशमपि चिन्तनं कर्तुं शक्नुमः किन्तु द्वितीयविधः इत्युक्ते इदं वाक्यं साहाय्यं करोति वा इति तत्र कारणेन तदेव लक्षणम् अस्तु किन्तु तत्र अत्र किञ्चित् उक्तम् अत्र तर्हि तत्र उदाहरणेन अवगमनं किञ्चित् भवति कुर्मः किन्तु तत्र साक्षात् तत्र कुत्र वर्णनम् इत्युक्ते अथवा वाक्यं कुत्र दत्तं पेज् 144 मध्ये अस्ति अस्तु किन्तु तत्र इदानीं कारणेन सह इति तस्य अवगमनं जातं खलु कारणेन कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं तत्र कारणेन इत्युक्ते तत्र द्वयोः एकस्मिन् स्तरे भवति इति अवगन्तुं शक्नुमः इति सम्यक् वा कारणं तत्र किमपि कार्यकारणभावः कोऽपि कार्यकारणभावः अस्ति इति चिन्तनं तत्र वयं कीदृशं कारणम् इति अस्माकं प्रश्नः तर्हि वयं किं कुर्मः अस्तु कारणम् अस्ति कार्यमपि अस्ति सामानादिकरणीयम् अस्ति यतोहि इदानीं तत्र वयम् अस्माकं चिन्तनम् एतादृशं भवति अस्तु कारणं समवायसम्बन्धेन अधिकरणे अस्ति वा आम् अस्ति पुनः अधिकरणे कार्यस्य कार्यमपि अधिकरणे अस्ति किन्तु कार्यस्य समवायिकारणम् अपि अधिकरणे अस्ति सम्बन्धेन अधिकरणे अस्ति वा इति प्रश्नः कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इत्युक्ते तत्र कारणकार्ययोः विचारः जायते प्रवर्तमानः अस्ति तत्र कारणम् अधिकरणे समवायसम्बन्धेन अस्ति कार्यमपि अत्र अस्ति किन्तु कार्यस्य समवायिकारणमपि अस्मिन्नेव पदार्थे अधिकरणे समवायसम्बन्धेन भवेत् तदा द्वितीयविध असमवायिकारणम् इति वदामः यत्र कार्यं कारणं तत्र सामानादिकरण्यं तु नास्ति इति जानीमः सामान्यादिकरणम् अस्ति परम्परसम्बन्धे कृतं तत्र परम्परसम्बन्धेन अधिकरणं नास्ति इति यदि वदामः तर्हि कार्यकारणभावः अस्ति इति न वक्तुं न इत्युक्ते तत्र एतावता यत् साधितवन्तः तादृशं नास्ति परम्परासम्बन्धेन तत्र केन सम्बन्धेन इति वार्ता मास्तु केवलम् अन्ततो गत्वा किं कारणमस्ति कार्यमस्ति अधिकरणमपि अस्ति. कारणं केन सम्बन्धेन अधिकरणे अस्ति? समयसम्बन्धेन. समवायसम्बन्धेन अस्ति. कार्यं कार्यस्य कारणं, कार्यस्य समवायिकारणं, कार्यस्य समवायिकारणं समवायसम्बन्धेन अधिकरणे अस्ति. इति चेत् द्वितीयविध असमवायि असमवायिकारणम् अस्तु महोदय. अस्तु, इदानीं तत्र योगेन्द्रमहोदय नास्ति इति मन्ये, तर्हि तत्र विमला भगिनी एकवारं भवती स्वशब्दैः किञ्चित् वदति वा, यदि यदि इच्छति चेत् पठित्वा अपि. कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति असमवायिकारणम् इति भवति. तर्हि तत्र तर्हि इदमेव इति इदमेव अस्तु. ग्रन्थकर्ता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इत्युक्तम्. अत्र कारणं किं? घटपरिमाणस्य कारणं घटः अस्ति. घटस्य कारणमस्ति कपालः. भगिनि न इदानीं तत्र भगिनि तादृशं मास्तु. इदानीं तत्र अस्माकं विचारः अस्ति कपालपरिमाणं, कपालपरिमाणं घटपरिमाणं, तयोः मध्ये कार्यकारणभावः अस्ति इति साधितः खलु? तत्र साधितः साधितः सामानाधिकरणं वर्तते. कारणं केवलं एकनिमिषं भगिनि. इदानीं तत्र नाम एतत् कारणम् एतत् कार्यम् इति साधितं. कपालपरिमाणं समवायिकारणं नास्ति घटपरिमाणस्य, खलु? साक्षात् अपि अपि कपालपरिमाणं प्रथमविध असमवायिकारणमपि नास्ति. यतोहि तत्र प्रथमविध असमवायिकारणम् अस्ति चेत् तत्र वयं दृष्टवन्तः समवायिकारणस्थले एकः सम्बन्धः समवायः, अन्यः सम्बन्धः तादात्म्यसम्बन्धः समवायसम्बन्धस्थले, खलु? समवायसम्बन्धस्थले प्रथमविध समवाय प्रथमविध समवायिकारणे तत्र किं भवति? समवाय तत्र प्रथमविध असमवायिकारणे तत्र सम्बन्धद्वयं तत्र अपि अस्ति, किन्तु द्वयमपि समवायसम्बन्धः अपि च द्वावपि अधिकरणे साक्षात् स्तः इति अस्ति. किन्तु अतः तत्र एतत् कारणं समवायिकारणमपि नास्ति, प्रथमविध असमवायिकारणमपि नास्ति, खलु? अतः नूतनविध कारणमस्ति. तर्हि नूतनविध कारणं कीदृशम् इति तस्य वर्णनं लक्षणं दीयते. तर्हि एतत् कारणम् एतत् कार्यं तत्र वर्णनं कीदृशम् इत्युक्ते कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. असमवायिकारणम् इति उक्तं. किम् उक्तम् असमवायिकारणं? तत्र यत् कारणं, कारणमिति पदमस्ति, तस्मात् प्राक् किमपि दत्तमस्ति, तादृशं तत्र कारणं तस्मात् प्राक् यदस्ति तस् कारणस्य वर्णनं तत्र तादृशं कारणम् असमवायिकारणम् इति उक्तम्. अत्र कारण इति शब्देन घट उक्तः. इदानीम् अत्र एतत् पदं कारणम् असमवायिकारणं तत्र साक्षात् कपालपरिमाणं तत्र अत्र किन्तु स्थूलक्षरैः यत् कारणम् इति पदमस्ति तद् भिन्नम्. एतत् कारणम् एतत् कारणं भिन्नम् अस्तु. नाम अस्य कारणस्य विवरणे अन्यत् कारणम् आगच्छति. अस्तु, इत्युक्ते कपालपरिमाणं कीदृशं कारणम् इति वर्णने कारणेन सह इति आगच्छति पदम् आगच्छति, तत्र कारणं भिन्नम् अस्ति. नो चेत् सेल्फ् रेफरेन्शियल् भवति खलु तादृशम् इदानीम् अत्र इह इदानीं स्थूल स्थूलक्षरे यत् लिखितं तस्य विवरणं अस्तु. इह कारणपदेन इत्युक्ते यस्य कार्यस्य विचारः क्रियते तस्य समवायकारणं ग्राह्यम् इत्युक्ते प्रकृतकार्यमस्ति घटपरिमाणं तस्य समवायकारणमस्ति घटः. तर्हि कारणेन सह इत्युक्ते कः अर्थः? घटेन सह. घटेन सह इति अर्थः. घटेन सह एकस्मिन् अर्थे एकस्मिन् पदार्थे एकस्मिन् इत्युक्ते कपाले एकस्मिन् कपाले समवेतम् इति उक्तं नाम समवायसम्बन्धेन अस्थितम् अस्ति विद्यमानं किमस्ति कारणम् अस्ति अत्र असमवायकारणं समवेतम् अस्ति तदस्ति कपालं कपालपरिमाणं तेन सह एकस्मिन् अर्थे इत्युक्ते कपाले समवायसम्बन्धेन विद्यमानं कपाले समवायसम्बन्धेन किमस्ति इत्युक्ते कपालपरिमाणमस्ति अस्तु अपि तद् कपाले विद्यमानं कपालपरिमाणं समयसम्बन्धेन विद्यमानम् अस्ति अपि घटपरिमाणस्य कारणमपि अस्ति. तर्हि इति तत् घटपरिमाणस्य असमवायिकारणम् अत्र घटपरिमाणस्य कारणद्वौ सन्ति. एतद् एकः अस्ति घटः घटपरिमाणस्य असमवायिकारणं घटः अस्ति तत् साक्षात् अस्ति परन्तु कपालः परम्परासम्बन्धेन अस्ति कपालपरिमाणं परम्परासम्बन्धेन तत्र कारणम् इति भवति कारणमिति भवति अतः तत्र तस्य विवरणं किम् अस्ति इत्युक्ते तत्र एतद् विवरणं यद् दत्तमस्ति तत्र साक्षात् अधिकरणमस्ति कपालः कपाले समानाधिकरणं कुर्मः तर्हि तत्र कपाले कपालपरिमाणं समवायसम्बन्धेन अस्ति अपि च घटः यत् घटपरिमाणस्य समवायकारणमस्ति तदपि कपाले समवायसम्बन्धेन अस्ति अतः तत्र घटेन सह एतत् परिमाणं समवेतम् अस्ति इति वक्तुं शक्नुमः महोदय. अतः एव तत्र द्वितीयविध असमवायकारणमिति भवति इति भवति. किञ्चित् भ्रमात्मकमस्ति यतोहि घटपरिमाणस्य कारणं किम् इत्युक्ते घटः अस्ति तत् समवायकारणमस्ति पुनः कपालपरिमाणमपि तस्य कारणमस्ति इति किञ्चित् भ्रमः जातः महोदय. सत्यं सत्यं भगिनि किन्तु इदानीं स्पष्टं खलु स्पष्टं महोदय अत्र कारणमस्ति असमवायिकारणं तस्य विवरणे कारणेन इति उक्तं तद् समवायिकार्यस्य समवायिकारणम् इति अस्ति. समीचीनं धन्यवादः भगिनी. शुभद भगिनी किञ्चित् तत्र वदति वा अथवा पुनः स्वशब्दैः अथवा पुनः एकवारं तत्र पठित्वा वदति वा भगिनि? महोदय कुतः पठामि? कारणेन सह इति एव तत्र नाम तत्र द्वितीयविध असमवायिकारणं तत्र नाम प्रायश एकनिमिषः तत्र प्रायशः तत्र कपालपरिमाणं घटपरिमाणं प्रति कारणम् अस्ति खलु इति भवती अङ्गीकरोति. इदानीं तत्र घटपरिमाणस्य समवायिकारणम् अस्ति वा कपालपरिमाणं? नास्ति. समवायिकारणं किम् अस्ति घटपरिमाणस्य? घटपरिमाणस्य समवायिकारणं घटः. घटः एव अस्ति. समीचीनं. अतः एतत् परिमाणं समवायिकारणं नास्ति. नास्ति नास्ति. अपि तत्र प्रथमविध असमवायिकारणम् अस्ति वा इति प्रश्ने तत्र किं भवति? तत्र समानादि नास्ति इति कृत्वा इदानीं सामानाधिकरणं वर्तते किन्तु तत्र किं भवति अधिकरणे कार्यमपि समवायसम्बन्धेन अस्ति कारणमपि समवायसम्बन्धे नास्ति अधिकरणे. प्रथमविध असमवायिकारणे तत्र किं भवति, कार्यमपि समवायसम्बन्धे नास्ति, कारणमपि समवायसम्बन्धे नास्ति, किन्तु तादृशी स्थितिः अत्र नास्ति. अधिकरणे एषः समवायेन अस्ति किन्तु एषः समवायेन नास्ति, अतः तत्र प्रथमविध असमवायिकरणमपि नास्ति. नास्ति. तर्हि नूतनविध असमवायिकारणम्, अतः तस्य वर्णनमस्ति तत्र कारणेन सह एकस्मिन् अर्थे इति. तर्हि पुनः भवती एकवारं पठित्वा वदतु भगिनि, यतोहि तत्र वारं वारं कुर्मश्चेत् एतादृशी शैली अस्माभिः तत्र तत्र किं तत्र सुलभतया तत्र ग्राह्या भवति. आं महोदय. तर्हि एकनिमिष, इदमेव ग्रन्थकृता इति आरभ्य एकवारं पठतु. इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतुं सत कारणम् असमवायिकारणम् इति उक्तम्. अत्र ग्रन्थकृता नाम ग्रन्थकारः यः अस्ति, तेन कारणस्य असमवायिकारणं द्वितीय असमवायिकारणं किम् इत्यस्य व्याख्या अत्र दत्ता अस्ति. नाम कारणेन सह एकस्मिन् अर्थे समवेतं सत् तत् कारणं द्वितीय असमवायिकारणम् इति उक्तमस्ति. अत्र कारणेन सह नाम यः कार्यमस्ति, यः समवायिकारणमस्ति, तत् समवायिकारणम् अत्र प्रथमकारणेन सह इत्यस्य अर्थः. कार्यस्य समवायिकारणम् कारणेन यः बोल्ड् मध्ये अस्ति तस्य कारणेन इत्यस्य अर्थः कार्यस्य समवायिकारणेन इति अस्ति. समीचीनं. कार्यस्य समवायिकारणेन सह एकस्मिन् अर्थे नाम एकस्मिन् अधिकरणे समवेतं किम् अस्ति, यत् अन्यत् कारणमस्ति, तत् कारणं द्वितीय असमवायिकारणम् इति उच्यते. नाम अस्मिन् उदाहरणे घटपरिमाणम् इति कार्यं, तस्य तस्य समवायिकारणं घटः. तर्हि प्रथमः यः बोल्ड् मध्ये कारणेन इति अस्ति, तस्य अर्थः घटेन सह इति स्वीकर्तव्यं. घटेन सह एकस्मिन् अर्थे नाम अधिकरणे नाम कपाले, नाम घटेन सह कपाले यत् समवेतम् अस्ति, नाम समवायिकारणेन यत् अस्ति, किमस्ति चेत् कपालपरिमाणम् अस्ति. तर्हि तत् कपालपरिमाणं द्वितीय असमवायिकारणम् इति उक्तमस्ति. हा, उत्तमं भगिनि. हा, तदेव अस्ति. हा, समीचीनं. तर्हि तत्र समवेतं सत् इत्युक्ते सत् कारणं, नाम यत् कारणं समवायसम्बन्धेन अधिकरणे अस्ति इति भवति. समवेतं सत् कारणम् अपि तत्र कारणे तत्र घटः अपि अत्र घटः कारणम् इत्युक्ते घटः घटपरिमाणस्य समवायिकरणं घटः. घटः अपि घटस्य अधिकरणमस्ति कपालः, किन्तु सः घटः नाम समवायिकारणमपि अत्र घटः घटः अपि अधिकरणे समवायसम्बन्धेन अस्ति इति उक्तम् अस्ति. कथम् इत्युक्ते कारणेन सह समवेतं सत् इति अस्ति खलु. समवेतम् इति समवेतं सत् कारणं, नाम कारणमपि समवेतम् अस्ति किन्तु कारणेन सह इत्युक्ते रामेण सह, तत्र लक्ष्मणः रामेण सह गच्छति इत्युक्ते रामः अपि गच्छति खलु. तर्हि तत्र समवेतम् अस्ति इत्युक्ते कारणमपि समवेतमस्ति. घटपरिमाणस्य समवायिकारणं नाम घटः अपि अस्मिन् अर्थे समवेतः अस्ति इति जायते. अतः एव तत्र द्वितीयविध असमवायिकारणे कारणं साक्षात् कारणमपि समवायसम्बन्धेन अधिकरणे अस्ति, कार्यस्य समवायिकारणमपि अधिकरणे समवायसम्बन्धेन अस्ति इति ज्ञातं खलु. अतः कारणेन सह इति यदुक्तं तस्य अर्थः तत्र विमला भगिनी गतवर्गे अपि पृष्टवती तत्र कारणेन सह एकस्मिन् अर्थे संवेदं सत्कारणम् इति करपत्रे अस्ति महोदय इति खलु. इदानीं तत्र अत्र अर्थः दत्तः अस्ति भगिनि. अस्तु इदानीं तत्र अग्रे तत्र इदानीं समयः नास्ति किन्तु अग्रिमे वर्गे कार्येण सह अपि कारणेन सह तत्र द्वयमपि तत्र पुस्तके अस्ति पेज् 144 मध्ये. किन्तु कार्येण सह इति प्रथमविध असमवायिकारणं, कारणेन सह इति द्वितीयविध असमवायिकारणम् इति भवति. अग्रिमे वर्गे कार्येण सह इति किञ्चित् तस्य विवरणं कृत्वा अग्रे सरामः तत्र पृथक्त्वम् इति विचारः आगच्छति. अस्तु तर्हि तत्र अत्रैव विरमाम. समीचीनमस्ति, धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः. धन्यवादः.